अस्तु, आरम्भं श्लोकं वक्तुं शक्यते वा अनिल् महोदय? आं महोदय, येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौता गिरः पुंसां विमलैः सप्तवारिभिः तमश्चाज्ञानाचं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं भुवदिगणकर। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। अत्र भवान् उक्तवान् येन दौता गिरः पुंसाम् इति अस्ति खलु, अत्र पकारः अस्ति कुप्पो कप्पौ च इति सूत्रेण अत्र अर्धमात्र विसर्गः श्रूयते एव, अतः तत्र येन दौता गिरः गिरः पुंसाम्। अनन्तरं विमलै अनन्तरं विमलै शब्दवारिभिः एतत् श्रूयते चेत् अत्र मधुरमिव कर्णे गच्छति एव। अस्तु, बहु धन्यवादः सर्वेभ्यः, नमस्कारः। किञ्चित् समये आगच्छन्तु, अन्येषां कृते अपि कार्याणि सन्ति एव, किञ्चित् समये आगच्छन्तु कृपया। अस्तु, इदानीमत्र अष्टाध्याय्यां सूत्राणां बलाबलचिन्तनं, बलाबलम् इत्युक्ते कुत्र बलं भवति इति, सूत्राणां कृते एव कुत्र बलम् अस्ति इति अत्र द्रष्टव्यम्। एकस्मिन् स्थाने अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति वा इति अत्र चिन्तनीयम्। तत्समये एकस्मिन् पक्षे सूत्रं द्वयम् आगत्य कार्यं करोति चेत् अत्र बलाबलचिन्तनम् अस्ति। अनन्तरम् अत्र तुल्यबलविरोधः अपि अस्ति, ओ एतत् सूत्रम् आगत्य कार्यं प्रथमं करोति वा द्वितीयं करोति वा इति अत्र बलाबलचिन्तनम् अस्ति। एतत् विषये एव अत्र सुपि च बहुवचने जल्येत् इति दृष्टवन्तः। अनन्तरम् अत्र आदुगुणः कुत्र भवति, मृदुरेचि कुत्र भवति, विरुदिरेचि इति निधिसूत्र नियमसूत्रं, विरुदिरादैच् इति संज्ञासूत्रम्। अत्र पश्येमे चेत् द्वयोः मध्ये आ ऐ ओ एव आगत्य कार्यं करोति। अनन्तरम् अत्र तुल्यबलविरोधः कुत्र भवति, तत् समये सूत्रं द्वयम् आगत्य कार्यं करोति चेत् अत्र विप्रतिषेधे परं कार्यम्, इत्युक्ते समानकाले तुल्यबलसूत्रं कार्यं कर्तुम् आयाति चेत् अत्र परसूत्रस्य एव कार्यं प्रथमं भवति इति। अनन्तरम् अत्र सपादसप्तायी सप्तायायी अनन्तरं त्रिपादी अपि आगच्छति। अत्र सपादसप्तायी यत्र आगच्छति तत् समये वयं द्रष्टुं शक्यते एव। अनन्तरम् अत्र प्रकोष्ठं चित्रमपि दत्तं किं किम् आगत्य कार्यं करोति इति। अनन्तरम् अत्र परिभाषा अस्ति अष्टत्रिंशत् इति, पूर्वसूत्रस्य परसूत्रं बलवत् भवति, परसूत्रस्य नित्यसूत्रं बलवत् भवति इति। नित्यसूत्रात् अन्तरङ्गसूत्रं बलवत् भवति, अन्तरङ्गसूत्रात् अपवादानां बलवत् भवति इति वयं दृष्टवन्तः। एतत् विषये एव अत्र किञ्चित् उदाहरणरूपेण सुधादिभ्यः शः इति स्वीकुर्मः चेत् अत्र शः इति षित् अस्ति, अतः पित् अस्ति, पित् यत्र अस्ति गुणान्य गुणकार्यं भवति इति दृष्टवन्तः। तोदिति ति तोदति इति, परन्तु एतत्तु अनिष्टरूपम्, अतः तत्र गुणः न भवति, तुद् योग तुद् एव तिष्ठति इति तुदति इति एव इष्टरूपं भवति इति वयं दृष्टवन्तः। इदानीम् अन्तरङ्गमस्ति, अन्तरङ्गमस्ति चेत् अत्र बहुविधमस्ति, महान् प्रपञ्चः प्रकारद्वयं प्रदर्शयति। अस्मिन् प्रसङ्गे अङ्गम् इत्यनेन न अवयवः न वा यस्मात् प्रत्ययविधिः तद् आदिप्रत्यये अङ्गम्। यत्र पूर्णतया अत्र प्रत्ययं योजनेन एव अङ्गं भवितुम् अर्हति इति वयं दृष्टवन्तः। इतःपर्यन्तं वयं दृष्टवन्तः, किञ्चित् क्लेशः अस्ति वा, संशयः अस्ति वा, पृच्छतु। अत्र अनिल् महोदय पठतु। परिभाषेन्दुशेखरग्रन्थे लिख्यते नित्यादि अपि अन्तरङ्गबलियः अन्तरङ्गे बहिरङ्गस्यासिद्धत्वात्। नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत्। कारणम् अस्ति यत् अन्तरङ्गे बहिरङ्गस्यासिद्धत्वात् अतः बलवत् इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् इति कथनम् उचितम्। अत्र अन्तरङ्गे इत्यनेन विषयसप्तमी, अतः अर्थः एवं भवति। द्वयोः सूत्रयोः समकालप्राप्त्यवसरे अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति। अत्र नित्यादप्यन्तरङ्गम् बलियः इत्यस्मिन् अपि शब्देन परशास्त्रस्य ग्रहणम्। अतः किमपि बनामकं सूत्रम् अनामकं सूत्रं प्रतिबहिरङ्गं चेत् तेन इति अन्तरङ्गसूत्रेण इदं बसूत्रम् असिद्धं, यद्यपि असूत्रं प्रति बसूत्रं परसूत्रं वा नित्यसूत्रं वा स्यात्। इथञ्च परशास्त्रं नित्यशास्त्रं च बहिरङ्गं चेत् तदपि असिद्धं भवति। अस्य प्रकटीकरणार्थम् अग्रिमपरिभाषा अस्ति, असिद्धं बहिरङ्गम् अन्तरङ्गे, परिभाषा 50। अग्रे अपि पठतु। ततः अग्रे अन्तरङ्गबहिरङ्गयोः लक्षणम् उच्यते। अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम्, एवं तदीयनिमित्तसमुदायात् बहिर्भूताङ्गकं बहिरङ्गम्। अन्तरङ्गशब्दे भागद्वयम्, अन्तर्योग अङ्गम्। अन्तर् इत्युक्ते मध्ये, कस्य मध्ये? बहिरङ्गशास्त्रीयनिमित्तसमुदायस्य मध्ये, अन्तर्भूतः भागः अन्तरङ्गशास्त्रस्य निमित्तम्। अनया रीत्या अन्तरङ्गशास्त्रीयनिमित्तसमुदायात् बहिर्भूतः भागः बहिरङ्गशास्त्रस्य निमित्तम्। अत्र किं निमित्तं, कुत्र भवति, अन्तरङ्गे अनन्तरं बहिरङ्गे किं किम् अस्ति, इदानीमेव अत्र परिभाषा दृष्टवन्तः। पूर्वस्य परं बलवत्, परस्य नित्यं बलवत्, नित्यस्य अन्तरङ्गं बलवत्, अन्तरङ्गस्य अपवादानां बलवत् भवति इति। नित्य अपि किमर्थमत्र अन्तरङ्गबलीयः, नित्यसूत्रम् इदानीमेव अत्र पठितवन्तः। पूर्वपरे नित्य अन्तरङ्ग अपवादानाम्, एतत्तु बलियः, पूर्वात् परं बलियः, परात् परसूत्रात् नित्यं बलवत् भवति इति। इदानीं नित्यसूत्रात् एतत् किमर्थम् अत्र, इतोपि यत्र किमर्थम् आगच्छति अस्ति चेत् अत्र परिभाषा इति अस्ति। अत्र परिभाषेन्दुशेखरः इति ग्रन्थे अस्ति एव, एतत् कुत्र द्रष्टुं शक्यते चेत् पूर्व कोशान्वेषः अनन्तरम् अमर वैयाकरणस्य बालमनोरमा तत्त्वबोधिनी लघु शब्देन्द्रशेखरः अपि अस्ति. अनन्तरम् अत्र परिभाषेन्दुशेखरः अत्र एव अस्ति. अत्र 38 अस्ति खलु, 38 पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरम् बलीयः अत्र गुणसन्धिः भवति. सो एतदेव परिभाषान्तशेखरः किं किम् अस्ति इति. परे परान् नित्यं बलवत् तादृशम् अत्र दत्तवन्तः. इदानीम् अत्र किमर्थम् अत्र नित्यम् अपि नित्यात् अपि अन्तरङ्गं बलीयः, अन्तरङ्गे बहिरङ्गं सिद्धत्वात् असिद्धत्वात् अन्तरङ्गमेव अत्र बलवत् भवति. मनसि स्थापयतु, अन्तरङ्गमेव बलवत् भवति. यदि अन्तरङ्गं किं बहिरङ्गमिति किम् अग्रे आगच्छति एव, चिन्ता मास्तु. अत्र अन्तरङ्गविषये बहिरङ्गः असिद्धं भवति इति तत्र मनसि स्थापयतु. अत्र नित्यशास्त्रस्य अपेक्षया अत्र नित्यशास्त्रस्य अपेक्षया अपेक्षा अस्ति. अत्र असिद्धमध्ये कार्यं निषेधः भवति, कार्यं न भवति इति पूर्वं वयं दृष्टवन्तः. सुपि च अनन्तरं बहुवचने चल्येत्. अत्र सुपि च यत्र कार्यं करोति तावदेव तत्येव कार्यं करोति. तादृशम् अत्र अनन्तरं दृष्टवन्तः आदिगुणः वृद्धिरेचि. कुत्रापि अत्र कार्यं लघु अस्ति चेत् अत्र कार्यं प्रथमम् आगच्छति. बहु बृहत् अस्ति चेत् अग्रे आगच्छति. इदानीम् अत्र नित्यसूत्रात् अपेक्षया अन्तरङ्गशास्त्रं बलवत् भवति. एतदेव क्रमः भवति खलु, पूर्वात् परं परात् नित्यम्, एतत् क्रमः. सो अत्र नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत्. अनन्तरं कारणमस्ति यत् अन्तरङ्गे सप्तमे एकवचनम् अत्र अन्तरङ्गे बहिरङ्गः असिद्धत्वात्. किमर्थं चेत् अन्तरङ्गविषये बहिरङ्गम् इति सूत्रम् आगच्छति, कार्यं भवति चेत् एतत् असिद्धं भवति. अत्रैव तिष्ठतु. अत्र किमपि इतोपि अत्र किं किम् अस्ति इति अग्रे प्रमेयेन आगच्छति. झटिति अत्र संशयः न आगन्तव्यमेव. अतः बलवत् इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् इति कथनम् उचितम्. अन्तरङ्गशास्त्रमस्ति, बहिरङ्गशास्त्रमस्ति. अन्तरङ्गशास्त्रमेव बलवत् भवति, बहिरङ्गशास्त्रम् अत्र असिद्धं निषेधं कार्यं न भवति इति तत्र मनसि स्थापयतु. अत्र अन्तरङ्ग इत्यनेन विषयसप्तमी, कारणम् अत्र विषयसप्तमी एव अस्ति. विषयसप्तमी, परसप्तमी, पूर्वसप्तमी, एतत् वयं दृष्टवन्तः एव. परसप्तमी इत्युक्ते अत्र एतत् विषये पुनरपि आगच्छति एव. पञ्चमी सप्तमी इति स्वीकुर्मः चेत् परकार्यम् अस्ति पञ्चमी. सप्तमी स्वीकुर्मः चेत् पूर्वकार्यमस्ति. अतः तत्र विषयसप्तमी, सप्तमी विषये एव अस्ति अत्र. अत्र अन्तरङ्गे इत्यनेन विषयसप्तमी. अतः अर्थः विषयसप्तमी किं, परसप्तमी किम्, एतत् उदाहरणरूपेण अग्रे आगच्छति एव. अत्र अन्तरङ्गे इत्यनेन विषयसप्तमी, अतः अर्थः एवं भवति. द्वयोः सूत्रयोः समकालप्राप्त्यवसरे अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धम् इदानीमेव दृष्टवन्तः. अत्र नित्यात् अपि अन्तरङ्गं बलीयः, एतदेव क्रमः इत्यस्मिन् अपि शब्देन परशास्त्रस्य ग्रहणम्। समीचीनम्। अतः किमपि बहिरङ्गं नामकं सूत्रम् अन्तरङ्गनामकं सूत्रं प्रति बहिरङ्गं चेत् तेन आ इति अन्तरङ्गेन इदं बा सूत्रम् असिद्धम्। यद्यपि अन्तरङ्गसूत्रं प्राप्ति अन्तरङ्गं सूत्रं प्रति बा सूत्रं परसूत्रम् अस्ति। परसूत्रं वा नित्यसूत्रं वा स्यात् किमपि भवतु, परन्तु अन्तरङ्गसूत्रात् बहिरङ्गसूत्रं बलवत् नास्ति इति असिद्धं भवति इति। इत्थं च परशास्त्रं नित्यशास्त्रं च बहिरङ्गं चेत् तदपि असिद्धं भवति। इत्थं च परशास्त्रं नित्यशास्त्रं परे एतत् सूत्रम् अस्ति, एतत् नित्यशास्त्रम् अपि च अस्ति, अपि बहिरङ्गम् अस्ति अपि असिद्धमेव भवति इति दृष्टवन्तः। अस्य प्रकटीकरणार्थम् अग्रिमपरिभाषा अस्ति, असिद्धं बहिरङ्गम् अन्तरङ्गेण परिभाषा कृति अस्ति अत्र पञ्चाशत् असिद्धं बहिरङ्गम् अन्तरङ्गेण असिद्धं भवति कुत्र भवति? बहिरङ्गम् असिद्धं भवति कुत्र भवति? अन्तरङ्गे। एतत् इतोपि दृढीकरणार्थं तत्र दत्तम्। ततः अग्रे अन्तरङ्गबहिरङ्गयोः लक्षणं किम् अस्ति इति उच्यते। लक्षणम् अत्र मनुष्यस्य लक्षणं किम्? मनुष्यत्वम् अतः तत्र अन्तरङ्गबहिरङ्गयोः लक्षणम् उच्यते। किम् अत्र लक्षणम्? अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तरङ्गभूतानि एकं अत्र मध्ये अन्तरङ्गम् एकः अष्टपदी अपि अस्ति अत्र अन्तरङ्गे गोपिकायां मध्ये कृष्णः तिष्ठति इति वयं दृष्टवन्तः। मध्ये अन्तरङ्ग अन्तरङ्गे इति अष्टपदीमध्ये अपि इदानीम् अत्र अन्तर्मध्ये बहिरङ्गशास्त्रं निमित्तसमुदाय मध्ये अस्ति चेत् अत्र अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तत् अन्तरङ्गम्। अन्तर्भूतानि अङ्गानि निमित्तानि अत्र निमित्तमपि अस्ति अङ्गमपि अस्ति, एतत् यस्य तत् एव अन्तरङ्गमिति। इतोपि अग्रे आगच्छति अन्तरङ्गविषये किं सूत्रमस्ति, बहिरङ्गसूत्रं किम् अस्ति इति आगच्छति। एवं तदीय निमित्तसमुदायात् बहिर्भूत अङ्गं बहिरङ्गम्, यत्र कार्यं बहिः अस्ति एतदेव बहिरङ्गमिति अस्ति। अन्तरङ्गशब्दे भागद्वयं किम् अस्ति? अन्तर्योग अङ्गम् अन्तरङ्गम् इति वर्णमेलनमेव। अन्तर् इत्युक्ते मध्ये, अन्तरे अन्तर अन्तरे अन्तरा इति अस्ति अष्टपदीमध्ये। अन्तर् इत्युक्ते मध्ये गोपिकायां मध्ये कृष्णः तिष्ठति। कथं मध्ये? बहिरङ्गशास्त्रीयनिमित्तसमुदायस्य मध्ये अन्तर्भूतः भागः अन्तरङ्गशास्त्रं निमित्तम्। यत् कार्यम् अन्तरङ्गमस्ति एतदेव अन्तरङ्गस्य निमित्तं, शास्त्रस्य निमित्तं भवति। अनया रीत्या अन्तरङ्गशास्त्रीयनिमित्तसमुदायात् बहिर्भूतः भागः बहिरङ्गशास्त्रम् एतत् झटिति वयं जानीमः यत्र अन्तर्भवति एतत् अन्तरङ्गम् यत्र बहिः भवति कार्यम् एतत् बहिः बहिरङ्गशास्त्रस्य निमित्तं भवति इति अग्रे अत्र गायत्री पठतु इत्थञ्च अन्तर्भूतनिमित्तकत्वमन्तरङ्गत्वं बहिरङ्गशास्त्रस्य बहूनि निमित्तानि सन्ति चेत् तेषां निमित्तानां समुदायमध्ये अन्तर्भूतत्वं यस्य वर्तते तदन्तरङ्गम् बहिरङ्गशास्त्रनिमित्तसमुदायस्य अपेक्षया अन्तरङ्गशास्त्रनिमित्तसमुदायः अन्तर्भूतः भवति चेत् अन्तरङ्गत्वम् उपर्युक्तं यत् अन्तरङ्गं बहुविधम् अत्र प्रकारद्वयं प्रदर्श्यते. अत्र किमपि अत्र नास्ति. इदानीं यत् वयं दृष्टवन्तः एतदेव अन्तर्भूतनिमित्तमस्ति. अन्तर्भूतनिमित्तकत्वत्वम् अन्तरङ्गम् इति अन्तरङ्गत्वं बहिरङ्गशास्त्रस्य बहूनि निमित्तानि सन्ति चेत् तेषां निमित्तानां समुदायमध्ये अन्तर्भूतत्वम् इति वर्तते. एतत् अन्तरङ्गं बहिरङ्गम् इति विषये इतोपि किञ्चित् दृढीकरणार्थमेव अत्र दत्तम्. अत्र भवती एव पठतु. पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम् पूर्वोपस्थितनिमित्तस्थाप्यन्तरङ्गत्वात् पूर्वोपस्थितनिमित्तकस्याप्यन्तरङ्गत्वात् यस्य शास्त्रस्य निमित्तं पूर्वमेव उपस्थितं वर्तते तदपि अन्तरङ्गम् अस्य बोधनार्थ दृष्टान्तो दीयते. सिव् धातुः युक्तं न प्रत्ययः त्येन शब्दः न इति उणादिप्रत्ययः. सर्वे उणादिप्रत्ययाः कृत् प्रत्ययाः. सिव् युक्तं न इत्यवस्थानं त्रयाणां सूत्राणां प्रसक्तिर्भवति. लोपोर्योर्वळि शूडनुनासिके च पुगन्तलघूपदस्य च त्रिषु मध्ये कस्य प्राप्तिर्भवति इत्यस्मिन् विषये चिन्तनीयम्. पूर्व उपस्थितिनिमित्तकम् अन्तरङ्गम् पूर्व उपस्थिति मनसि स्थापयतु. अन्तरङ्गविषये वयं द्रष्टुं शक्यते एव. पूर्व उपस्थितिः यत्र भवति एतदेव अन्तरङ्गं. किं पूर्व उपस्थिति निमित्तकस्य अपि अन्तरङ्गत्वात् यस्य शास्त्रस्य निमित्तं पूर्वमेव उपस्थितं वर्तते तत् अपि अन्तरङ्गं. तत् कार्यं पूर्वमस्ति. एतत् परकार्यमस्ति चेत् पञ्चमी भवति. पूर्वकार्यमस्ति चेत् सप्तमी भवति. विषयसप्तमी. इदानीं यत् पूर्वमेव उपस्थितम् अस्ति वर्तते अस्ति भवति एतदेव अन्तरङ्गमिति भवति. अस्य बोधनार्थं दृष्टान्तः दीयते. सिव् योगः धातुः न प्रत्ययः क्योन शब्दः. अत्र वकारस्य स्थाने यकारः न इति उणादिप्रत्ययः. सर्वे उणादिप्रत्ययाः कृत् प्रत्ययाः. अत्र पश्येम उणादिप्रत्ययः 3-9 अस्ति. अस्ति किमत्र शिवे स्यूर्च इति अत्र 3-9 अस्ति. शिवेः स्यूर्च शिवेः पञ्चमी एकवचनं तेः सप्तमी एकवचनं अनन्तरं यू प्रथमपुरुष एकवचनं च अव्ययपदं स्क्रीन् नास्ति मम समीपे ऊनादिकोशः इति पुस्तकमस्ति ओ अत्र अहं फोटो स्वीकृत्य प्रेषयिष्यामि अत्र शिवेः च यू च शिवेः तेः यूः न यूः यू एव च अव्ययपदम् अत्र अत्र बहु लघु अस्ति तत् पुस्तकं तु पञ्चम अध्यायपर्यन्तमस्ति इदानीमेव अत्र असैन्मेण्ट् मया करणीयम् इतःपर्यन्तं द्वे असैन्मेण्ट् मया समारप्यतम् इदानीं तृतीय असैन्मेण्ट् अपि अस्ति अत्र पश्यतु किञ्चित् इतोपि चिन्तनं भवति एव अत्र किमस्ति खरि डाक्टर् राजेश एव अत्र उनादिकृतेयम् इति इदानीं पूर्वमेव वयं प्रेषितवन्तः इदानीं द्वितीय शुभ्रव्ययं द्वि एतत् अभवत् लक्ष्मीः इति पदं मया सूचितमेव पूर्वमपि खलु अस्माकं वर्गे मया लक्ष्मीः कथं भवति इति गायत्री चिन्तनमस्ति वा एतद् विषये लक्ष्मीः मम विषये प्रेषितमपि अनन्तरम् अत्र चक्षुः अपि इन्द्रः इदानीम् अत्र द्वितीयकरपत्रं चङ्कणः कङ्कणश्च एतत् इदानीं मया किं सर्वधातुभ्यो सुन् असुन् प्रत्ययमस्ति एतदपि अभवत् विधातो वेदः इति मया करणीयमस्ति अत्र एतत् विषये मया अत्र असैन्मेण्ट् करणीयं मया कृतमपि इदानीमत्र विधान्यो वेद च एतत् करणीयं खलु अत्र इदानीम् अत्र शिवेः पञ्चमी एकवचनं टु इति स्थाने शिवेः अत्र अस्ति विसर्गस्य स्थाने शकरः अनन्तरं तेः षष्टि एकवचनं यू इति पदम् अनन्तरम् अत्र अव्य च इति अव्ययम् दा अत्र उनादिसूत्रम् अन्यमपि अस्ति एतत् सूत्रेण नः इति अनुवर्तनं 3-6 अपि अस्ति पश्येमे चेत् अत्र दा प्रु दा 3-6 एतदपि स्वीकुर्मः दा प्रु वस् अज् अत् इत्येभ्यो धातुभ्यो न प्रत्ययः स्यात् अत्र नः इति प्रत्ययम् आगच्छति उनादिसूत्रपाठेन एतत् किम् अस्ति चेत् अत्र न प्रत्ययः भवति इति एतत् सूत्रमत्र कार्यं करोति शिवेः तेः यू च अव्ययमिति अनन्तरं सूत्रस्य विषये अन्य उनादिसूत्रम् आगत्य अत्र न इति अनुवर्तनं भवति शिव धातोः न प्रत्ययः स्यात् धातोश्च यो तिः तिः इत्युच्यते टि भागः तस्य स्थाने यू इति आदेशः भवति टि स्थाने अत्र टेः इति अस्ति तत् स्थाने यू आदेशः भवति अतः एव अत्र उदाहरणरूपेण स्वीकुर्मः चेत् अत्र सीव्यति तन्तून् सन्तनोति अत्र वीवस् कार्यमस्ति अत्र सिब् योगः न इति प्रत्ययमस्ति इदानीं टि अपि अस्ति सिब् योगः अहं लेखयामि एतत् अस्तु अत्र सन्डे वर्गः अस्ति खलु अत्र अहम् एतत् विषये इदानीमत्र किमस्ति सिव्वियोगः न इति एव अस्ति अत्र. एतत् उनादिसूत्रमस्ति. अत्र उनादिसूत्रस्य विषये न इति प्रत्ययं किमर्थम् आगच्छति इति वयम् इदानीं द्रष्टुं शक्यते. अहम् अत्र एतत् विषये स्थापयामि. पश्यतु, अत्र किमपि न दत्तमेव. अस्तु. सिब् योगः न इति अस्ति. सिब् योगः न इति अस्ति खलु. इदानीम् अत्र न इति प्रत्ययं केन सूत्रेण आगच्छति चेत् 3-6 अस्ति. उनादिसूत्रे 3-6 अस्ति. एतत् इतोपि भवन्तः विषये मम अधिकचिन्तनमस्ति खलु. अत्र न दत्तं, करपत्रे न दत्तं खलु. वदतु, करपत्रे उनादिसूत्रमिति दत्तमेव खलु. आम् आम्. इदानीं शिव् योगः न केन सूत्रेण न इति प्रत्ययम् आगच्छति चेत् अत्र द प्रु वस् यज्य यतिभ्या अत्र 3-6 मध्ये किं किम् अस्ति चेत् अत्र द इति दीर्घधातु चतुर्थवर्णः द प्रु वस् अज् तदा अत् अज् अत् अत्र के अत्र एतत् धातुः अत्र द्रष्टव्यं न इच्छति एव. नः प्रत्ययमिति आगच्छति 3-6 मध्ये सूत्रेण मध्ये नः इति नः इति प्रत्ययम् आगच्छति. उत्तमम्. इदानीम् अत्र किं कार्यं करोति चेत् करपत्रे किम् अस्ति इत्याभ्यां श्रयाणां सूत्राणां प्रसक्तिः भवति इति तत्र दत्तवन्तः. लोपो व्योर्वलि इति लोपः भवति. किं किं भवति? वकारयकारयोः वल् प्रत्याहारे परे अस्ति चेत् अत्र वकारयकारयोः लोपः भवति इति सूत्रेण. अत्र वकारः अस्ति खलु, एतत् लोपः भवितुम् अर्हति. अनन्तरं छोः सूडनुनासिके च इति सूत्रेण चकारवकारयोः कार्यमपि कर्तुं शक्यते. अतः वकारस्य लोपः भवितुम् अर्हति इति तत्र एतत् सूत्रमपि कार्यं कर्तुं शक्यते. अनन्तरं पुहन्तलघुपदस्य च इति वकारस्य पूर्वम् ईकारः अस्ति. अत्र ईकारस्य स्थाने किं भवितुमर्हति? एकारः भवितुमर्हति. अतः पुहन्तलघुपदस्य च अपि कार्यं कर्तुं शक्यते. सिव्वियोगः न इति स्वीकुर्मः चेत् लोपो व्योर्वलि चोः सूडननासिके च अनन्तरं पुहन्तलघुपदस्य च कार्यं कर्तुं शक्यते. एकस्मिन् स्थाने एव मनसि स्थापनीयम्. इदानीं पूर्वसूत्रात् परसूत्रं, बलवत् परसूत्रात् नित्यं, नित्यसूत्रात् अन्तरङ्गम्, अन्तरङ्गसूत्रात् अपवादम्, एतत् सर्वं दृष्टवन्तः खलु. इदानीम् अत्र किं किं परसूत्रमस्ति, किम् अन्तरङ्गमस्ति, किं बहिरङ्गमस्ति इति द्रष्टव्यम्. इदानीम् अत्र त्रीणि सूत्राणि सन्ति. अत्र शान्ता सुब्रह्मण्यन् अस्ति वा? आं भगिनि. अत्र त्रीणि सूत्राणि स्वीकृत्य पठतु. लोपो व्योर्वलि, द्वोः सूडनुनासिके च अनन्तरम् एतत् कार्याणि अपि भवति. किं किम् अत्र भूतार्णरूपेण दत्तमिति, अनन्तरं पुगन्तलघुपदस्य त्रीणि सूत्राणि झट् क्रमेण किञ्चित् मन्दतया विना दोषम् अत्र न कृतं करणीयम्. पठतु भगिनी, पठतु. लोप्यो योर्वलि प्रत्याहारे परे पूर्वं विद्यमानयोः वकारयकारयोः लोपो भवति. व् च य् च यो इतरेतरद्वन्द्वः तयोः व्योः लोपः प्रथमान्तं व्योः षष्ट्यन्तं वली सप्तम्यन्तं त्रिपदमिदं सूत्रम् सूत्रं स्वयं सम्पूर्णं योः लोपः वलि श्वोः षूडनुनासिके च तुप् सहित छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ् आदेशो भवति अनुनासिकादिप्रत्यये परे क्वि परे जलादिप्रत्यये च परे छ् च व् च तयोर् इतरेतरद्वन्द्वः छौ छौ तयोः छ्वयो छ्वोः छ् च ऊठ् च तयोः समाहारद्वन्द्वः षूड् जलां जशो अन्ते इत्यनेन ठकारस्य स्थाने डकारः छोः षट्यन्तं षूड् प्रथमान्तम् अनुनासिके सप्तम्यन्तं च अव्ययपदम् अनेकपदमिदं सूत्रम् अनुनासिकस्य विझलोः किङ्ति इत्यस्मात् द्विझलोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्ययस्य अधिकारः अनुवृत्तिसहितसूत्रं छोः अङ्गस्य षूड् द्विझलोः अनुनासिके च दृष्टान्तः तुप्सहितचकारस्य स्थाने शकारादेशः पापृच्छ योगः मि छोः षूडनुनासिके च पापृष्मि एकनिमिषम् लोपो व्योर्बलि 6166 अस्ति लोपः भवति कुत्र भवति वल् प्रत्यहारे परे अस्ति चेत् वकारे यकारः लोपः भवति एतदेव लोपोर्व्योबलि अत्र सर्वाणि व्यञ्जनानि भवन्ति यकारं विहाय वल् प्रत्यहारे किं किम् अस्ति यकारं विहाय मनसि स्थापयतु अनन्तरं तस्य स्थाने सिब् योगः न इति अस्ति अत्र लोपो व्योर्बलि इति सूत्रस्य प्रसक्तिः भवति एव अतः किं भवति वकारस्य लोपः वदतु लोपः भवितुम् अर्हति एव अनन्तरं किं सूत्रमस्ति स्वोः सूडनुनासिके सूट् अनुनासिके अस्ति चेत् 6419 अस्ति अत्रापि पश्यतु चकारः अनुनासिकादौ अथवा जलादौ कित् मित् प्रत्यये परे अस्ति चेत् कित् साक्षात्काररूपेण न दत्तं किञ्चित् स्थाने मित् अपि किमर्थम् अत्र पश्येम चेत् अत्र पश्यतु मया पूर्वमेव एतत् विषये सूचितमस्ति तीतः अन्ति तीतः त मी वहमः इति अस्ति अत्र सन्डे नोट्स् मध्ये नास्ति मया प्रेषितमत्र किम् अत्र लकारविषये मया प्रेषितं खलु, दशलकारः विषये अन्तलक्ष्मी अस्ति वा? आ शान्ता अस्ति वा? गायत्री अस्ति खलु? अत्र इदानीं पश्यतु, अत्र सीतः अन्ते मीवहमः अस्ति. अत्र इतोपि अत्र दृढीकरणार्थं ति इति अस्ति, एतत् पिच् अस्ति. अत्र पुष्पादीक्षितस्य महोदयस्य पुस्तकमस्ति, षड् अस्ति. अत्र एतत् स्थूलाक्षरैः भवति, सी ति सी मि, एतत् स्थूलाक्षरैः भवति. अतः वयं समीचीनतया चिन्तनम् अत्र भवति, किं भवति? सी ति मि, एतत् पित् अस्ति. पित् अस्ति चेत् अत्र किं कार्यं भवति? कोऽपि केऽपि वक्तुं शक्यते वा? बहवः समयः मया उक्तमेव, पित् अस्ति चेत् किं कर्तुं? उत्तमं, गुणः भवति. अतः इकारस्य स्थाने एकारः भवति. अनन्तरम् अत्र तः थ थ वहमः एतत् सर्वाणि अत्र प्रत्ययानि किं भवति चेत् अत्र अपित् अस्ति. अपित् अपित् इत्युक्ते अपित् अस्ति. अपित् अस्ति चेत् अत्र किं कार्यं? गुणनिषेधः. उत्तमं, गुणनिषेधः भवति. पित् अस्ति चेत् गुणकार्यं भवति, अपित् अस्ति चेत् गुणनिषेधः भवति. अत्र कित्वा नीत्वा न दत्तम्. अत्र तत्र नीत्वा कित्वा आरोपितम् अस्ति, आरोपणम् अत्र भवति. किमर्थं चेत् अपित् अस्ति. यत्र यत्र अपित् भवति तत्र निद्वत् भूत्वा गुणनिषेधः भवति, अत्र आरोपणं भवति. अनिल् महोदय, भवतः विषये एव मया अत्र सूचितं. तः इति अत्र कित् अस्ति वा नित् अस्ति वा इति न सूचितं. तः इति अपित् अस्ति. अपित् अस्ति चेत् अत्र कित्वा नीत्वा ङित्वा ङित्वा एतत् भवति एव. समीचीनम् अनिल् महोदय. तः इति अस्ति, अपित् अस्ति. अत्र अपित् अस्ति चेत् गुणनिषेधः भवति. एतदेव अत्र नीत्वा कित्वा ङित्वा ङित्वा अत्र आरोपितं भवति एव. अतः तत्र पूर्वस्मिन् पुरातनवर्गे एतत् विषये वयं दृष्टवन्तः. एतत् विषये कित्वा नीत्वा इति ज्ञापकमस्ति वा अत्र? आं महोदय. उत्तमम्, अस्तु. अत्र लकारविषये इदानीं चोः सूडनुनासिके 6419 अत्र पश्यतु. अनुनासिकादौ अनुनासिकवर्णः यत्र अस्ति अथवा जलादि अस्ति, जल् इति जल् इति किं किम् अस्ति कोऽपि वक्तुं शक्यते वा? जल् मध्ये एतत् उद्घाटनं समीचीनतया पुरतः भवितव्यमेव. चतुर्थाः, तृतीयाः, द्वितीयाः, प्रथमाः, अनन्तरम् ऊष्माणः. ऊष्माणः इत्युक्ते एतत् यत्र बुस् बुस् इति सौण्ड् आगच्छति एतदेव ऊष्माणः. सो अत्र जल् प्रत्यहारे अत्र पञ्चम एव अनुनासिकवर्णाः न तत्र दत्तम्. चतुर्थी सदस्य चतुर्थी, तृतीय, अनन्तरं द्वितीय, अनन्तरं प्रथमः एव आगच्छति. अतः तत्र अनुनासिकवर्णात् अथवा जलादौ कित् इति प्रत्यये परे तथा च कृप् चुप् इति प्रत्याहारं मया पूर्वमेव सूचितम्। चुप् इति चुप् इति अस्ति एव, अत्र चुप् इति स्वीकुर्मः चेत् पकारः इत् इत् भवति, अनन्तरं इकारः पकारः इत् वकारः तिष्ठति, वकारः तिष्ठति, तत् वकारः अपि ओर इति ओरपृथक्स्य एतत् सूत्रमपि पश्येम। एतत् अडिशनल् इन्फर्मेशन् एक्स्ट्रा मया अत्र सूचितं, मनसि स्थापयतु। ओरपृत्तस्य इति इति सूत्रमस्ति, अहम् अग्रे प्रेषयिष्यामि, इदानीं समयः जातः एव। अस्तु, एतत् सूत्रेण अत्र किञ्चित् क्लेशः अस्ति, प्रो ओर अत्र किञ्चित् दोषः, वर्णदोषः अस्ति, अतः एव न आगच्छति अत्र ओरपृत्तस्य इति। अस्तु, एतत् ओरपृक्तस्य पि आर् यु एक्स् ओरपृक्तस्य इति सूत्रेण वकारः अपि इत् भवति, वकारः अपि इत् भवति, अतः तत्र क्रिप् मध्ये किमपि सर्व अपहारः भवति, मनसि स्थापयतु। क्रिप् इति प्रत्ययम् अस्ति चेत् अत्र सर्व अपहारः, किमर्थम् अत्र दत्तं क्रिप् इति कारणेनैव, किञ्चित् स्थाने एव वकारः तिष्ठति, एतत् अग्रे आगच्छति, परन्तु क्विप् इति प्रत्यये मध्ये सर्व अपकारः, सर्व अपकारः। सर्व अपकारः, अस्तु, इदानीमत्र क्युप् प्रत्यये परे अङ्गान्ते विद्यमानस्य इत् प्लस् चकारः इत्यस्य मूर्धनीयचकारस्य स्थाने तालव्यचकारः इति आदेशः भवति, तथा च उ इत्यस्य ऊट् इति आदेशः भवति। अत्र चोः सूड् अनुनासिके च सूट् इत्यस्य ऊट् आदेशः भवति, एतदपि भवितुमर्हति, ऊट् आदेशे भवितुमर्हति अत्र सूत्रेण। चोः सूड् अनुनासिके च इत्यनेन अत्र पूर्वयोगः इत् इति मध्ये आगच्छति, चे च इत्यनेन पूर्वमेव, एतत् मनसि दृष्टान्तमेव, अत्र किमपि सन्देहः न भवितुम् अर्हति एव। मया अत्र किम् अस्ति इन्फर्मेशन् सूचनार्थम् एतत् सर्वाणि पदानि मया सूचितमस्ति अत्र। पृच्छति अस्ति चेत् अत्र सकारः अस्ति, अनन्तरम् अत्र मूर्धन्यचकारः अस्ति, इदानीम् अत्र एतत् विषये एव चकारस्य स्थाने तालव्यचकारः आगच्छति, एतत् भवितुम् अर्हति इति तत्र दत्तम्, एतत् सूत्रेण चोः सूडनुनासिके सूत्रमपि अत्र कार्यं कर्तुं शक्यते, किमर्थं चेत् अत्र वकारः अस्ति. अनन्तरम् अत्र अत्र इस्ट् च ऊट् च तयोः समाहारद्वन्द्वः शूट् इति अस्ति. जलां जसन्ति इत्यनेन टकारस्य स्थाने डकारः सूट् इति भवति. तोः षष्ट्यन्तं शूट् प्रथमान्तम् अनुवृत्ति अनुनासिके सप्तम्यन्तं च अव्ययपदम् अनेकपदमिदं सूत्रम्. अनुनासिकस्य खिज्जलोः स्मिति इत्यस्मात् खिज्जलोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं चोः अङ्गस्य सूड् किचलोः अनुनासिके च इति अस्ति. अत्र अस्ति ऊट् आदेशः. अत्र वकारस्य स्थाने किम् अस्ति, वकारस्य स्थाने अपि कार्यं कर्तुं शक्यते इति तत्र दत्तम्. एतदेव दृष्टान्तः. किमस्ति अत्र तुक् स्थगितचकारः. पूर्वमेव वयं मया सूचितम् एतत् विषये तुक् इति चकारः भवति चेत् अत्र अनन्तलक्ष्मी नास्ति, शान्ता जानाति इति अहं मन्ये. तुक् सहितचकारः कुत्र भवति? कोऽपि वक्तुं शक्यते वा तुक् सहितचकारः? अत्र प्रथमं पश्यतु इषुगमीयमां चः इति स्थाने मूर्धने चकारस्य स्थाने चकारः इच्छु भवति इषुगमीयमां चः इत्यनेन. अनन्तरं छे च इति आगच्छति. एतत् इच्छति, अहमिच्छामि, अहं सः इच्छति, त्वम् इच्छसि, एतत् इच्छति इति बहवः स्थाने आगच्छति. एतत् प्राधान्यपदमपि अस्ति. कुत्र भवति चेत् चकारः अस्ति. अत्र किं शक किमर्थम् आगच्छति चेत् तुदादिभ्यः शः इत्यनेन. इदानीं विकरणप्रत्ययः अत्र कर्तरि शप् प्रबाद्य एव तुदादिभ्यः शः इति कार्यं भवति. अतः शः प्रत्ययः, शः मध्ये अनुबन्धलोपानन्तरम् अकारः एव तिष्ठति. इदानीं इषु गम् यम् इति धातोः इस् गम् यम् धातोः चे इति आगच्छति. अनन्तरम् अतः तत्र चकारस्य स्थाने चकारः मूर्ध महाप्राणचकारः. इदानीं चे च इति सूत्रेण मध्ये तकारः आगच्छति. अतः इत् योगः इत् इत् इच् इति भवति. इदानीमत्र तकारस्य स्थाने सोः चुनाचुः इति कार्यं भूत्वा इच् इति भवति. अनन्तरम् अकार ति मेलनेन इच्छति इति अन्ते आगच्छति. एतदेव प्राधान्यसूत्रमस्ति चे च. अत्र तुक् सहितचकारः, तुक् सहितचकारः जानन्ति सर्वे. इदानीं तुक् सहितचकारः अस्तु. इदानीं तुक् सहितचकारः स्थाने शकारः आदेशः भवति. पा प्रच् इति भवति. अत्र योगः मि. इदानीं चोः सूडनुनासिके च इत्यनेन अत्र महाप्राणचकारस्य स्थाने तालव्ये शकारः आगत्य कार्यं करोति. अतः तत्र पाप्रश्मि इति भवति. पाप्रश्मि भवति. इतपर्यन्तं क्लेशः अस्ति वा? अस्ति चेत् पृच्छतु. सन्देहः अस्ति वा अनिल् महोदय? सन्देहः अस्ति एव खलु? अहं जानामि भवतः मनसि किम् अस्ति इति. बहवः क्लेशः अस्ति. किमर्थम् एतत् औरत् एतत् महिला तु बहवः उक्तवती किमपि मनसि न गच्छति, अन्तर्गतः बहिरङ्गः वेरे अस्ति. एतत् एतदपि अस्ति, किं करणीयम् इति. अस्तु, अत्र पुनरपि अहम् एतत् विषये वदामि. चिन्ता मास्तु, अत्र शिव् इति धातुः अस्ति. अनन्तरं नः इति प्रत्ययम् अस्ति. नः इति प्रत्ययं किमर्थम् आगच्छति इति मया सूचितम्. एतत् ऊनादिप्रत्ययेन एव 39 अस्ति, अनन्तरं 36 अपि अस्ति. 36 इत्यनेनैव अत्र नः इति आगच्छति. अतः इदानीं किं भवति? शिव् योगः न इति भवति. इदानीम् अत्र एतत् समये एव अन्यत्र अन्यत्र लब्ध अवकाशः इति वयं दृष्टवन्तः खलु परिभाषा. तत् एतत् अत्र मनसि स्थापयतु. इदानीं शिव् इति न इति सूत्रं त्रयमागत्य कार्यं करोतुं शक्यते. अन्यत्र अन्यत्र अपि लब्ध अवकाशः अस्ति. लोपो व्योर्मलिङ्ग् 6166, सोः सूदनुनासिके च 6419 अस्ति. अनन्तरं पुगन्तलघुपस्य पदस्य च 7386 अस्ति. त्रीणि सूत्राणि सपादसप्ताध्यायी एव अस्ति. आगत्य अत्र कार्यं कर्तुं शक्यते एव. अन्यत्र अन्यत्र लब्ध अवकाशः इति वयं दृष्टवन्तः खलु. अन्यत्र 6166 अपि कार्यं भवितुम् अर्हति. अनन्तरम् अत्र 6419 अपि कार्यं कर्तुं भवति. अन्यत्र अन्यत्र भुगन्तलघुपदस्य तु सप्तम अध्याये अस्ति. एतदपि आगत्य कार्यं कर्तुं शक्यते. त्रीणि सूत्राणि एकस्मिन् समये एव आगत्य कार्यं कर्तुं शक्यते. कुत्र? शिव् योगः न इति खलु. इदानीम् अत्र लोपो व्योर्वलि सूत्रस्य विषये स्वीकुर्मः चेत् अत्र लोपः भवति. कुत्र भवति? वकारे यकारयोः वल् प्रत्ययहारे. वल् अस्ति, किम् अस्ति? वल् यकारं विहाय सर्वाणि व्यञ्जनानि. अत्र नकारः अस्ति चेत् वकारस्य लोपः शक्यते. हा, शक्यते. अतः लोपो व्योर्वलि कार्यं कर्तुं शक्यते. आगत्य कार्यं कर्तुम् अन्यत्र अन्यत्र लब्ध अवकाशः. प्रथमसूत्रं लोपो व्योर्वलि. इदानीं सोः सूडनुनासिके इति सूत्रमपि आगत्य कार्यं करोति. अहं करोमि, अहं करोमि इति आगत्य आगत्य कार्यं करोति. इदानीं चकार वकार अस्ति. तत्र स्यु मध्ये चकारः अस्ति वा वकारः अस्ति वा? वकार वकारः. अतः अहमपि आगत्य कार्यं करोति इति अन्यत्र अन्यत्र लब्ध अवकाशः इति अस्ति इति परिभाषालेखेन्द्रेण अत्र दत्तम्. अतः अहमपि कार्यं कर्तुं शक्यते इति आगत्य आगच्छति. इदानीं अत्र पाप्रच् इति अस्ति. इदानीं तुक् सहितचकारः. अतः इदानीम् इच्छति इति मया सूचितम् अत्र. अत्र चकारः अस्ति. इदानीं तोः सूडनुनासिके च इति कार्यं कर्तुं शक्यते एव. अत्र चकारः महाप्राणचकारस्य स्थाने तालव्यचकारः तोः सूडनुनासिके च इत्यनेन कार्यं कर्तुम् आगत्य अत्र तिष्ठति एव. एतत् अन्यदृष्टान्तम्. इदानीं अत्र तु वकारः अस्ति. वकारस्थाने ऊट इति वकारस्य स्थाने ऊट आगमः भवति. ऊट् इति एतत् अन्य उदाहरणम्. अग्रे आगच्छति एव. इदानीं चिन्ता मास्तु. इदानीम् अत्र चिन्ता किम् अस्ति? मूर्धन्यचकारस्य स्थाने तालव्यचकारः आगत्य कार्यं कृतम् अत्र. अतः एव पाप्रश्मि इति भवति. अन्य दृष्टान्तम् एतत् शिव् योगः न लोपो व्योर्वलि कार्यं कर्तुं शक्यते. अनन्तरं पाप्रश्मि इत्यनेन सोः सूडनुनासिके च इति कार्यं कर्तुं शक्यते. इदानीं पुगन्तलघुपदस्य च यत्र लघु इक् पूर्वस्मिन् वर्णे अस्ति उपधायां तिष्ठति. अत्र पुगन्त अङ्गस्य लघुपदः इक् भवितुम् अर्हति. इक् अस्ति चेत् अत्र गुणः भवितुम् अर्हति. कुत्र भवति? निमित्तं किं? सार्वधातुके वा आर्धधातुके वा प्रत्ययः अस्ति चेत् अत्र पुगन्तलघुपदस्य च इति कार्यं भवितुम् अर्हति. इक् यणः पुगन्तस्य अङ्गस्य लघु उपदा अस्ति चेत् लघु उपदा इक् ई ऊरु तावदेव. अत्र सार्वधातुक आर्धधातुकयोः इति अनेन दीर्घं वा ह्रस्वं वा गुणः भवति एव. मनसि स्थापयतु. पुगन्तलघुपदस्य इत्यनेन लघु इति एव तत्र दत्तं निमित्तं किम् अस्ति लघु इत्येव लघु इत्युक्ते किम् अल्पस्वरः एकमात्रिका खलु इक् अत्र पुगन्तलघुपदस्य च इत्यनेन लघु इक् अस्ति चेदेव पुगन्तलघुपदस्य कार्यं करोति सार्वधातुक आर्धधातुकयोः इति सूत्रेण लघु इक् वा दीर्घ इक् वा किमपि अत्र लघु वा दीर्घः वा कार्यं गुणः भवितुम् अर्हति एव इदानीम् अत्र लघु कार्यम् इक् वर्णः अस्ति चेत् पुगन्तलघुपदस्य च इत्यनेन गुणः भवितुम् अर्हति अनन्तरम् इदे गुणः अपि आहत्य कार्यं कर्तुं शक्यते सार्वधातुक अर्धधातुकयोः इको गुणवृद्धिः इकः अस्ति चेत् तत्र गुणः अपि भवितुमर्हति वृद्धिः अपि भवितुम् अर्हति एकः स्थानि भवति यत्र स्थानि न उक्तम् अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य एकः गुणः सार्वधातुक अर्धधातुकयोः इति त्रयोः त्रीणि सूत्राणि वयं दृष्टवन्तः रूपो व्यल्वलि अनन्तरं चोः सूड अनुनासिके च अनन्तरं पुगन्तलघुपदस्य च इति सूत्रं दृष्टवन्तः इदानीम् अत्र किं किम् अत्र प्रथमतया अन्तरङ्गस्य प्रसङ्गे निमित्तं नाम किम् इति निश्चेतव्यम् इत्पदा इदानीमेव अत्र कार्यं भवति किं किम् अत्र भवति इति एतत् विषये अग्रिमसप्ताहे श्रोतुं शक्यते एव सन्धे वदतु इदानीम् अत्र शान्ता अन्तिमश्लोकं पठतु ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः धन्यवादः नमस्कारः धन्यवादः धन्यवादः प्रश्नः अस्ति चेत् टिप्पणी करोतु अग्रिमवर्गे एतत् पृच्छतु अस्तु धन्यवादः भगिनि.